नमः सर्वेभ्यः अस्माकम् एकविंशतितमं भाषितसंस्कृतं वर्गं प्रति स्वागतम्। मम भागिन्यस्य विवाहस्य समारम्भं ग्रामे अस्ति, तत्कारणेन द्वौ वर्ग न प्रचलितौ। अनिवार्यं कार्यं, परन्तु भवन्तः सर्वे अपि पठितवन्तः इति आशा। वयं सर्वाः विभक्तीः समापितवन्तः, अपि च लकारेषु चत्वारि लकारान् समापितवन्तः। इदानीम् अभ्यासं कुर्मः। A warm welcome to everybody to our 21st Spoken Sanskrita class. Because of my nephew's wedding that happened in our native, I could not take the last two classes, but I'm assuming that everybody has been revising. Of all the cases, we have covered all of them, all the seven of them. And of the verb forms, we have covered four, that is lat or present tense, lot or request or order, lung, which is the past tense, and lit, which is the future tense. We will do some revision, at least of the cases today, and then we'll see how we can move forward. Astu Meenu Bhagini, Arambham Karoti Kim, Mangalacharanam. Om Bhagini. मङ्गलाचरणम्। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहि तेजस्विनावधीतमस्तु मा विद्विषावहि। ॐ शान्तिः शान्तिः शान्तिः। Okay, just one thing, which is hai, okay? Ma vid vishava hai, and saha, sahana. So the third saha was correct, but the first one was didn't sound correct. And just for future, okay? Dhanyavadaha bhagini anike, dhanyavadaha. Astu, tari abhyasa pustakam prati gachhamaha. अस्ति तत्र विजयमहोदय, विजयमहोदय हरि ओम्। नमस्ते भगिनि। हा विजयमहोदय, पठतु, दृश्यते किल। इदानीं सुभाषितं नाम कर्मणा पारं यो गच्छति स बुद्धिमान् रामायणम्। आङ्ग्लभाषायामपि पठतु। ही हु अचीव हिज डीड्स विथ एफर्ट्स इज इंडीड वाइज। ओके, सो ओवर देयर सह बुद्धिमान्, सह इज ही, बुद्धिमान इज वाइज, इट्स द एडजेक्टिव फॉर सह, एंड बिकॉज दे आर बोथ प्रथमा विभक्ति। गच्छति, व्हाट इज द लकारः विजय महोदय? लट् लट् लकारः। ओवर देयर यो इज अ संधि विच वी हैव नॉट येट डन, बट एक्चुअली इट इज यः गच्छति सः बुद्धिमान्, यः गच्छति सः बुद्धिमान्। ओवर देयर पारम इज इन द सेकेंड विभक्ति एंड इट मीन्स क्रॉसिंग ओवर, ओके, क्रॉसिंग ओवर और अचीव, अचीव। नाउ ओवर देयर कर्मणा, कर्मणा इज द तृतीया विभक्ति। रिमेंबर यूजुअली नॉट एवरी टाइम when it, when in these kind of sentences or in these kind of subhashitani, when the word ends with a, generally if it is not the prathama vibhakti, not mala, for example mala, you know, is prathama vibhakti, but otherwise it is the tritiya vibhakti, that means with effort karmana, that is instrumental, and karyanam over there is the sixth vibhakti of deeds. Okay, his deeds over there, his deeds is possession, it's the possessive case. So that is how we have to analyze the vibhakti going forward. That's how we will analyze this song. Again, as I said, these songs I cannot play it over here, and I'm not a singer, but those who are interested, please listen to them. They are wonderful songs, very well sung, and by very very shreshtha people, so by people who have achieved success in Sanskritam. Astu. Vijay Mahoday, Bhavan Eva Pathatu. Eka Noishaha. I will make the font big. Pathatu Mahoday. Kartripadam, Kriyapadam, Vartamana Kala. कर्तृपदं सब्जेक्ट् क्रियापदं वर्तमानकालं वर्ब् प्रेसेण्ट् टेन्स् रामः युग्मं धातु गच्छति पठति सीता गच्छति मित्रं पठति भवान् पठति पठति भवति पठति अहं पठामि उत्तमम् और वदामि सो आमि इज यूज्ड दिस इज जस्ट रिविजन वी हैव डन ऑल दिस भवान एव पठति क्रिया क्रिया कर्तृपदं सब्जेक्ट क्रियापदं वर्तमानकाल वर्ब प्रेजेंट टेंस रामः पठति सीता पठति मित्रं पठति भवान् पठति भवती पठति अहं पठामि धन्यवादः महोदय अर्जुन महोदय नमस्कारः पठतु महोदय नृत्यति तत्र कर्तृपदं शीर्षकानपि पठतु महोदय कर्तृपदं रामः क्रियापदं नृत्यति नैव टैटल्स् नो क्रियापदं क्रियापदं वर्तम् चिन्ता नास्ति पठतु सीता नृत्यति मित्रं नृत्यतं वर्धातु स्वीकरोतु न जानामि वदति मित्रं वदति मित्रं वदति क्रीड धातु वदतु क्रीड भवान् क्रीडति भवान् क्रीडतु क्रीडति क्रीडति किमर्थं तु नास्ति किमर्थं बिकास् दिस् इस् वर्तमानकालः क्रीडतु विल् बि लोट् लकारः इट् विल् बि रिक्वेस्ट् आर्डर् सो वेन् ऐ से पठतु इट् इस् अ रिक्वेस्ट् पठतु बट् इफ् ऐ से अर्जुन महोदयः पठति हि रीड् अस्तु अग्रे अहं क्रीडामि उत्तमम्. अग्रे रामः अस्ति, सीता अस्ति, मित्रं सन्ति. नैव, तथा न वक्तुं शक्नुमः. मित्रं सन्ति यु कान् टेल् बिकास् सन्ति बिकम्स् प्लोरल्. सो हियर् मित्रम् इस् ओन्ली वन् मित्रम्. इफ् यु टेल् मित्राणि सन्ति देन् देट् इस् करेक्ट्. सो मित्रम् अस्ति. नौ वि आर् डूङ्ग् ओन्ली एकवचनं. भवान् अस्तु. अस्तु किमर्थम् अस्ति? ओन्ली अस्तु विल् बि लोट् लकारः. देट् मीन्स् यु बि, यु आर्. वि आर् नौ वि आर् टेलिङ्ग् द प्रेसेण्ट् टेन्स्. यु आर् और् रदर् हि इस् ओवर् हियर्, नाट् यु आर् हि इस्. सो भवान् अस्ति, यु आर्. सो अस्तु इस् लोट् लकारः. अहम् अस्मि. एण्ड् ओवर् हियर् यु हव् टु नोट् देट् ओवर् देर् इट् वास् आमि, पठामि. बट् ओवर् हियर् इट् डज़न्ट् बिकम् आस्मि, इट् इस् अस्मि. पठतु महोदय. पठति, खादति. नैव, तथा नैव. पठति तत्र, पठति द ब्रेकप्. जस्ट् अ मिनिट्. द ब्रेकप् ओवर् हियर् इस् वेरि इम्पार्टेण्ट् इन् संस्कृतं, बिकास् एव्रिथिङ्ग् इस् अ रूल्. सो ओवर् हियर् वेन् यु से पठति, इट् मीन्स् इट् इस् पठ् धातु. देन् देर् इस् एन् अ ओवर् देर् एण्ड् देन् देर् इस् अ ति. ति इस् देर् बिकास् इट् इस् अ लट् लकारः एकवचनम्. ओके, so it is important to read it that way. Prathama purusha, it is important to read it that way only. Patati, pat, a, ti. Pat, a, patami. Khad, khad, a, ti. Khad, a, mi, khadami. Rodi, ti. Rodi, ti. अ नास्ति अत्र. सो रुद् धातु, देर् इस् नो अ. शृणोमि. अग्रिममपि पठतु. Please read the titles also, Mahade. Kriya Padam, Ajna Prathana. Ajna, Ajna Nasti, Ajna. Prathana. Why I am specifically saying Ajna is because Ajna becomes a different meaning. Okay? So, Ajna. Kinchit Ucchahi Vadatu, Mahade, Kripaya. Please speak a little loudly. रामः किं क्रियापदं तत्र किमपि वदतु. पठति, क्रीडति, नृत्यति, वदति, सेवते. तेन मास्तु, ते मास्तु, ते मास्तु, बिकास् देट् इस् आत्मनेपदी. यु यूस् ओन्ली परस्मेपदी. रामः निद्रति. रामः निद्रति. तत्र निद्राति अस्ति, मास्तु, निद्राति अस्ति. तर्हि पठ, वद, भू, भवति. यूस् दोस् ओन्ली, इट् विल् बिकम् ईज़ियर् बिकास् निद्रति इस् निद्राति. सीता पठति. सीता पठतु. मित्रं पठति. मित्रं पठतु. भवान् पठति. भवान् पठतु. भवती पठति. भवती पठतु. अहं पठामि. अहं पठामि. वयं, सो वाट् इस् द, क्षम्यता, वयं, नो नो, डोण्ट् यूस् वयं येट्. अहं पठामि, डोण्ट् यूस्, हा, बिकास् इट् इस् पठाव, पठाम ओवर् देयर्. Now, what, so if I tell, Mahoday, if I say, Bhavati Pathatu, what is the meaning? You read for a... female. Request order. Yeah. Request order. Very good. And aham pathani, what is the meaning? Aham pathani. I am reading? No, I am reading will become present. Aham pathami is I read. Okay? Aham pathani is either telling myself and ordering myself to read, or it is, if I tell you aham pathani, it means may I read. Okay? Okay. Astu mahode, dhanyavada. Agre. Agre Meenu bhagini. Aham bhagini. म्यूट् मध्ये तिष्ठन्तु इति प्रार्थना. प्लीज़् बि आन् म्यूट् अदर्वैस् इफ् यु अन्लेस् यु आर् रीडिङ्ग्. अस्तु मीनु भगिनी पठतु. क्रिया वर्ब् टु रीड्. कर्तृपदं सब्जेक्ट्. कर्तृपदं सब्जेक्ट्. कर्तृपदं क्रियापदं वर्तमानकालः प्रेसेंट टेंस. क्रियापदं आज्ञा प्रार्थना. वर्ब रिक्वेस्ट और ऑर्डर. रामः पठति. रामः पठतु. सीता पठति. सीता पठतु. मित्रं पठति. मित्रं पठतु. भवान् पठति. भवान् पठतु. भवती पठति. भवती पठतु. अहं पठामि. अहं पठानि. अन्ये धातवः अपि स्वीकरोतु भगिनि. पठतु. यूज़ अदर धातुस् आल्सो. अदर वर्ब्स्. ओके ओके ओके ओके ओके. वन् थिङ्ग् ऐ वांट टु आस्क. इफ् ऐ एम इफ् वी आर रीडिङ्ग् दि रिक्वेस्ट और ऑर्डर, सो देन डज आर वॉइस आल्सो चेंज लाइक रामः नृत्यतु. Does it change like a request or it is, it remains the same? Like so may actually I, may over I? There, yes. Yeah. So over there, may I, then if, only in may I think it will have to change aham rityani. But otherwise, Bhagini, this voice modulation is depends on the personality of the person also. Okay. So if you may be soft and your voice may change according to your request order. I may not be able to do that, but having said that, some the beauty of the language is that if I tell Meenu Bhagini Patatu, even if I say Meenu Bhagini Patatu, or if I say Meenu Bhagini Patatu, Patatu you will know is Lot Lakara. Okay. Depending on personality, it may become a request or an order. So yes. The beauty of the language is when I say patatu, if you know and I know, then irrespective of how I say it, you will know it is either a request or an order. Okay. But in nrityani, then you will have to, because most of the times you will be ordering yourself, which nobody will hear. And request, I made it aham vadani. Okay. Even then you will know, because the ending is Ani. Ani, yes. Okay. Kartrupadam, subject. Kriyapadam, Vartamanakalaha, verb present tense. Kriyapadam, Agya, Prarthana, verb request, order. Ramaha, Nrutyati, Ramaha, Nrutyatu. Sita, Gayati, सीता गायतु. मित्रं खादति. मित्रं खादतु. भवान् लिखति. भवान् लिखतु. भवती क्रीडति. भवती क्रीडतु. अहं वदामि. अहं वदानि. So even if you tell aham vadani, you will know that, oh, this lady is asking for permission. अस्तु धन्यवादः भगिनी. धन्यवादः. आल्सो वन् मोर् थिङ्ग् ऐ वुड् लैक् टु टेल् दिस् ज्ञा वै आज्ञा देट् न हेस् टु बि हर्ड् बिकास् इफ् यु से आज्ञा सपोसिङ्ग् ऐ से आज्ञा एण्ड् ऐ टेल् यु टु टेक् अ डिक्टेशन् देन् वेन् ऐ से आज्ञा यु विल् रैट् हाफ् ग एण्ड् या. Right. Whereas this gnya, gnya is actually j and the cha cha cha cha nya, that one, cha cha cha nya, cha cha cha cha nya, nya. So ajnya, that should be heard. Okay. Ajnya. Just for you. Yes. If you say ajnya, then pronunciation comes. Okay. Yes, Bhagini, this is all a result of a long gap of practice. Because I am doing Gita Anupathan and Kartru, you know, we have learned so well, and Ajna, and when I was reading, I was finding that because of this long gap, all my pronunciation has, is not correct right now. So I need to go back to a little more practice. I will do it. I think in another 10 days, I should be back to, and I think the lesson to me is that not to give a gap. That is very important, because otherwise it we tend to, because in Hindi all our life we have said agya and kartri. So that is why it goes back to the original pronunciation. Haan, parantu Hindi bhashayam api kartru eva asti kila. Kartru, but anyway, that is not. Okay, thank you very much. Maybe we don't tell Rushu as such, Rushi or something, but yeah, I agree with you. And yes, Sanskritam is like that. I'm sure every one of us has experienced it. If you take a long gap, then it takes some time to come back on track. Yeah. It's very volatile. It's a volatile language. Astu dhanyavadaha bhagini. Greka asti ka athva kaha. विजय महोदय पठितवान् कविता महोदया अस्ति किम् कविता भगिनी कथमस्ति भवती कथमस्ति सम्यक् अस्मि अस्तु पठतु भगिनी पठतु कर्तृपदं सब्जेक्ट् कर्तृपदं सब्जेक्ट् क्रियापदं वर्तमानकालः वर्ब् प्रेसेण्टेड् क्रियापदम् आज्ञा प्रार्थना आज्ञा प्रार्थना वर्ब् रिक्वेस्ट् उपि आर्डर् रामः अस्तु सीता अस्तु मित्रं पठति मित्रं पठतु भवान् क्रीडति भवान् क्रीडतु भवती पश्यति भवती पश्यन्तु अहं पश्यन्तु विल् बि फार् प्लूरल् भवती अस्ति भवती अस्तु अहं पश्यामि योगः योगः शक्न योगः ओ योगति शक्नोतु शक्न योग ओ योगस्ति शक्न योग अव योग आ योग नि शक् शक् शक्नवानि सो ओ अवय क्षम्यता ओ अवयः शक्नोति इफ् यु नो यु मे डू इट् एस् शक्नवानी यू नो इट् सो यू विल् टेल् शक्नवानी अदर्वैस् यू मे टेल् शक्नोनि ओर् समथिङ्ग् लैक् देट् सो दिस् इस् द रूल् फार् या जस्ट् रिमेम्बर् दिस् इस् ओन्ली फार् द उत्तमपुरुषः पठतु शृणोति शृण योग ओ योगः पि शृण योग अव योग आ योग अव वदतु भगिनि अव वदतु अव इस् अ वित् अ सो अव अव योर माउथ शुड नॉट ओपन ओवर देयर श्रुण प्लस अव योग अव योग आ योग नि शृण्वानि शृण्वानि शृण्वानि करोति कर योगः ओ योगः ति कर योगः अव योगः आ योगः नि करवाणि अग्रिमम् ओके दिस् इस् अ गेम् टु विच् ऐ डोण्ट् हेव् एक्सेस् ऐ हेव् रिक्वेस्टेड् फार् एक्सेस् विल् प्ले द गेम् आफ्टर् ऐ गेट् एक्सेस् अस्तु दिस् इस् वेरि इण्ट्रेस्टिङ्ग् नौ I'll request everybody to read this once. Okay? Patatu bhagini. Saralaha sanskritaha vyavaharaha. Simple conversation in Sanskrit. Atitihi satkaraha. Guest hospitality. Namaste bhagini. Suprabhatam. Bhavata kathamasti. Bhavati. Bhavati kathamasti. Bhavati kathamasti. Namaste. नमस्कार महोदय स्वागतं स्वागतं सुप्रभातं महोदय अहं सम्यकः क्षम्यतां भगिनि क्षम्यतां दैट् इस् नाट् महोदयः ओके महोदयः विल् बि प्रथमा विभक्ति बट् दिस् इस् सम्बोधनं यु आर् कालिङ्ग् औट् सुप्रभातं महोदय महोदय आल्सो यु केन् टेल् बट् नो ह ओके सुप्रभातं महोदय सुप्रभातं महोदय अहं सम्यक् कुशलिनी अस्मि भवान् कथमस्ति अहं कुशली सम्यक् अस्मि कृपया आगच्छतु अहं चायपानं ददामि किम् जस्ट् अ मिनिट् सो ददामि वाट् इस् द मीनिङ्ग् आफ् ददामि ओवर् देयर् टु गिव् no no yeah dadani to give but what form is it what lakara is it dadani we did no pathani asani lot lakar so over here she is asking may I offer you some chayapanam mastu bhavati phalarasam dadatu अहं पिबामि किञ्चित् तत्र फ अस्ति देर् इस् नो फ इन् संस्कृतं क्षम्यतां देर् इस् नो फ ओन्लि फ फ इट् हेस् टु कम् फ्रोम् योर् लिप्स् ओके भवती फलरसं ददातु अहं पिबामि किञ्चित् तिष्ठतः तिष्ठतु किञ्चित् तिष्ठतु अहम् आनयामि फलरसं ददाति कृपया स्वीकरोतु वदतु कः विशेषः श्वः मम पुत्रस्य जन्मोत्सवः भवती आगच्छतु कृपया इदानीं हेव् यु अण्डर्स्टुड् द मीनिङ्ग् भगिनि ओके सो धन्यवादः भगिनि अग्रिमं सीमा भगिनि ऐ विल् स्पेण्ड् सम् टैम् अलौविङ्ग् एव्रिबडि टु रीड् दिस् बिकास् ऐ थिङ्क् इट्स् इम्पोर्टेण्ट् देट् वी नौ स्टार्ट् हियरिङ्ग् सेण्टेन्सेस् फ्रोम् एव्रिबडि पठतु भगिनि नमस्ते भगिनि सुप्रभातं भवती सुप्रभातम् Did you say something? No, I just responded as though you are telling me Suprabhatam. Patatu. Namaskarah Mahodaya. Swagatam. Aham Kushli. Samyak Asmi. What is Samyak? Samyak is all right. Good. I am good. Hmm? So over here, actually the second on the right hand side should have been read first, but that doesn't matter. This year the boy is, when the boy is responding, very important to note, yada saha yuvakaha vadati kushali vadati. He says kushali. And when she responds, bhagini vadati, tada kushalini asmi. So when I ask you, you can't say kushali because you are a female. So kushalini is for females. And kushali is when men respond. Astu bhagini patato. Suprabhata mahodaya. Aham samyaka kushalini asmi. Bhavan katham asti. Aham kushali samyaka asmi. Now again on the right side. Yeah. Krupaya agachatu. Aham chayapanam dadami kem. Dadani. Very important. Dadani. Because along with the question, even the ending changes. Aham chayapanam dadani kem. Chayapanamastu. Bhavati phalarasam dadatu. Aham pibami. Kinchit tishtatu. Aham anayami phalarasam dadati. Rupaya svikarotu. Vadatu kahak visheshah. Shvah mama putrasya janmotsavah. Bhavati agachatu krupaya. Okay. So janmotsavah asti or bhavishyati over there is an adhyaharah. It's understood. So I vadatu bhagini, tell me what form is vadatu? Seema bhagini? Tu is latlakar. No, it is lotlakar. When ti becomes tu, then it becomes from present tense it becomes a request. Present tense adnya or request. Yeah, it is not present tense, it is only agnya or request. Astu dhanyavadaha bhagini. I'll let everybody read this and then come back to you because you have read only one. Thank you. Slide. Vijay Thanki Mahoday. Namaste bhagini. Namaste. Namaskarah mayoday. Swagatam. Namaste bhagini, suprabhatam, bhavati katham asti. Suprabhatam mahoday, aham samyak kushalini asmi. Bhavan katham asti, aham kushali samyak asmi. Krupaya agachatu, aham chayapanam dadanikim. Chayapanam mastu, bhavati phalarasam dadatu, aham pivami. Kinchit tishtatu, aham anayami. Phalarasam dadati. Krupaya svikarotu. Vadatu kaha visheshah. Svaha mama putrasya janmotsavah. Bhavati agachatu krupaya. So agachatu is requesting her to come. What is tishtatu mahoday? Tishtatu? It's lot lagara. Kinchit tishtatu. But what is the meaning of tishtatu? Please wait. I am getting... Wait. The anayami, phalarasam, the juice. Astu dhanyavadaha mahoday, I will come back to you. Arjun mahoday. Patatu mahoday. Namaste bhagini, suprabhatam. Bhavati katham asti? Aham kushali, samyak asmi. Chayapanam mastu, bhavati phalarasam dadatu. Mahoday, sambhashanam asti, tahi dakshinatah api pathaniyam. Because it is a conversation, it is better to read it like a conversation. It will be more interesting. Chayapanam. So first on the left hand side. Chayapanam mastu. Mahoday, since it is a conversation, it is better to read it as a conversation. So left hand side, you start with and then continue from the right hand side, the first two and like that. Okay. Left, right. You are able to see both the sides, right? I thought finish left hand side first and then go. No, no, let it be a conversation because maybe sometime in the future we will have a conversation. So. Okay. Namaste Bhagini. Namaskar Mahode. Bhavati Katam Asti. Prabhatam Mahode. Aham Samyak Kushalini Asmi. Bhavan Kushali. Sure, that is okay. Kushalini. Kushalini Asmi. Bhavan Katam Asti. Aham Kushali Samyak Asmi. Kushali, sure, that is not Sha, that is Sha. Sha will have double lines, double standing. Kushali, right? Yeah, Kushali. Samyak Asmi. Chayapanam Mastu. Kripaya Agachatu, right hand side, now she is telling. Kripaya Agachatu. Kripaya Agachatu. Aham Chayapanam Dadani Kim. चायपानं मास्तु भवती फलरसं ददातु किञ्चित् तिष्ठतु अहं पिबामि अहम् अन्य आनयामि अहम् आनयामि कृपया स्वीकरोतु श्वः मम वदतु कः विशेषः वदतु कः विशेषः श्वः मम पुत्रस्य जन्मोत्सवः भवती आगच्छतु कृपया सो ओय महोदय वाट् इस् ददानि वाट् फार्म् इस् ददानि वाट् इस् द मीनिङ्ग् आफ् ददानि गिव् या गिव् बट् वाट् फार्म् वाट् लकारः बिकास् इट् इस् एण्डिङ्ग् वित् आनि When it ends with Ani, Uttama Purushaha, Lot Lakara. We have done four Lakaras and that is Lat, which is present tense and it ends with Pathami. And the same thing becomes Pathani when it is a Lot Lakara. Okay? That is important. Astu Dhanyavadaha Mohde. मीनू भगिनी आं भगिनी पठतु कृपया पठतु सरल संस्कृत व्यवहारः अतिथि सत्कारः नमस्कारः महोदय स्वागतम् नमस्ते भगिनी सुप्रभातं भवती कथमस्ति सुप्रभातं महोदय अहं सम्यक् कुशलिनी अस्मि भवान् कथमस्ति अहं कुशली सम्यक् अस्मि कृपया आगच्छतु अहं चायपानं ददानि किं चायपानं मास्तु भवती फलरसं ददातु अहं पिबामि किञ्चित् तिष्ठतु अहम् आनयामि फलरसं ददाति कृपया स्वीकरोतु वदतु कः विशेषः श्वः मम पुत्रस्य जन्मोत्सवः भवती आगच्छतु कृपया धन्यवादः भगिनि धन्यवादः विजय महोदय पठतु कृपया नमस्ते भगिनि सरलव्यवहार अतिथिसत्कारः नमस्ते भगिनि सुप्रभातम् नमस्कार महोदय स्वागतम् भवती कथम् अस्ति सुप्रभात महोदय अहं सम्यक् सुप्रभातं महोदय अहं सम्यक् कुशलिनी अस्मि भवान् कथम् अस्ति अहं कुशली सम्यक् अस्मि कृपया आगच्छतु अहं चायपानं ददामि किं चायपानं मास्तु भवती फलरसं ददातु अहं पिबामि किञ्चित् तिष्ठतु अहम् आनयामि फलरस ददाति कृपया फलरसं फलरसं ददाति कृपया स्वीकरोतु वदतु कः विशेषः श्वः मम पुत्रस्य जन्मोत्सवः भवती आगच्छतु कृपया जन्मोत्सवः उत्तमं धन्यवादः भवती आगच्छतु कृपया उत्तमं तत्र इदानीं सीमा भगिनी अग्रे गच्छामः Actually, this is all what we have done. It is just a revision. So, we can go a little fast over here. Read again. So, Seema. Shall I read again? Seema. Yeah, Seema Bhagini, now you can continue reading. No, I think everybody has read the conversation. Everybody has understood it. If there are any questions, please feel free to raise them immediately. No problem. Bhagini, now you can read the next slide. One, Ekam. 2 द्वे 3 त्रीणि 4 चत्वारि भगिनि एकं द्वे त्रीणि एवं वदतु एकं द्वे त्रीणि चत्वारि अण्डर्स्टुड् द नम्बर्स् ओके एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश एकादश द्वादश त्रयोदश चतुर्दश पञ्चदश षोडश सप्तदश अष्टादश नवदश विंशतिः पठतु भगिनि अग्रिमम् एकविंशतिः द्वाविंशतिः त्रयोविंशतिः विंशतिः पञ्चविंशतिः षड्विंशतिः सप्तविंशतिः अष्टाविंशतिः नवविंशतिः त्रिंशत् एकत्रिंशत् द्वात्रिंशत् त्रयस्त्रिंशत् चतुस्त्रिंशत् पञ्चत्रिंशत् षट्त्रिंशत् षट्त्रिंशत् सप्तत्रिंशत् अष्टात्रिंशत् नवत्रिंशत् चत्वारिंशत् धन्यवादः भगिनी थैंक यू वन् थिङ्ग् ऐ वाण्टेड् टु लेट् यु नो देट् रैट् नौ इट्स् ओन् ऐ मीन् द क्लास् हियर् स्टार्ट्स् एट् 9 o'clock नाट् 10 एनि मोर् Because of the 9 o'clock, now it's 9 o'clock. Oh, so people will have... Okay. So far, sorry, Kshamya, it is only 9 o'clock. Okay, I will change that. But does it become inconvenient for you? It becomes more convenient, hopefully, and not more inconvenient. Yeah, this is more convenient, that's right. Because otherwise it was 10 to 11:30, now it will be 9 to 10:30. Okay, I'll change that. And Bhagini, Dhanyavadaha, please let me know when it changes black back also, yeah? Because I will change the title. I will let you know. Yeah, thank you very much. Thank you. Astu. Dhanyavadaha, Bhagini. Agrimayam, Tatra, Vijay Thanki Mahodaya. Okay, I think this is a new topic. We are telling the time now when it is o'clock. When it is o'clock, that time we have to say vadanam. Samaya kaha or kaha samayaha? We are now seeing the राउंड फिगर्स ऑफ ओ क्लॉक. ओके महोदय, विजय संकी महोदय पठतु. नमस्ते भगिनी. समयः, समयः कः? सप्तवादनम्, एकवादनम्, द्विवादनम्, त्रिवादनम्, चतुर्वादनम्. द्विवादनं महोदय, महोदय, इफ् यु टेल् द्विवादनं देन् इट् बिकम्स् दीर्घ. द्वि बिकम्स् द्विवादनं, सो द्विवादनं, त्रिवादनं, यु नो, द्विवादनं, त्रिवादनं बिकम्स् इन्करेक्ट् प्रनौन्सियेशन्. ओके, ओके. द्विवादनं, त्रिवादनं, चतुर्वादनं, पञ्चवादनं, षड्वादनं, सप्तवादनम्, अष्टवादनं, नववादनं, दशवादनम्, एकादशवादनं, द्वादशवादनम्. स्पेसिफिकली ओवर हियर, बिकॉज वी लर्न्ड एकं, द्वे, त्रीणि, चत्वारि, दोस् नंबर्स, 1, 2, 3, 3 o'clock, 4 o'clock. इन इंग्लिश वी यूज द सेम o'clock. We just take the number and we put o'clock. But in Sanskritam, it changes. Please read, Mahoday. Pathatu. Samayah, Vishesh Suchana. Ekam Vadanam is wrong. Ek Vadanam is right. So if you want to tell it's wrong, you will tell Ashuddham. Ashuddham. And Ek Vadanam, Shuddham. Okay. Dve Vadanam, Ashuddham. द्विवादनं शुद्धं. द्विवादनं शुद्धं. त्रिणीवादनम् अशुद्धं. त्रिवादनं शुद्धं. चत्वारिवादनम् अशुद्धं. चतुर्वादनं शुद्धम्. पठतु, देन् वी विल् प्ले अ गेम्. सार्धत्रिवादनं, सपादसप्तवादनं, पादोनत्रिवादनम्. ओके, सो वेन् वी से हाफ् एन् आवर् पोस्ट् पास्ट् 3 o'clock, देन् वी हेव् टु टेल् सार्धत्रिवादनं. वेन् इट् इस् 15 मिनिट्स् पास्ट् आफ् क्वार्टर् पास्ट्, देन् यु से सपादसप्तवादनं. वेन् इट् इस् क्वार्टर् टु, देन् यु से पादोन, एण्ड् देन् यु टेल् द नेक्स्ट् टैम्, विच् मीन्स् नौ द स्माल् हेण्ड् इस् आफ्टर् टु. But you tell Trivadanam, Padona Trivadanam. This Una Ona usually is less, okay? So Padona Trivadanam. So Mahoday, now you tell me, supposing it is quarter to four, then what will you tell? Padona Chaturvadanam. Uttamam. Supposing it is 8:15? Sapada Ashtavadanam. Supposing it is 12:30? Swardha Dvadasa Vadanam. Dvadasa Vadanam. Dhanyavada. Dhanyavada. Tatra Pasti Arjun Mahoday. Arjun Mahoday, Patatu. हरि ओम्. पञ्चाधिकद्वादशवादनं, पञ्चन्यून्यत्रिवादनं. सो सपोजिङ्ग् इट् इस् 12:20 इन् द फस्ट् टैम्, 12:20, देन् वाट् विल् यु से? पञ्चाधिकविंशतिवादनम्. पञ्चाधिक इस् 5 minutes पास्ट् 12 o'clock. ओके, सो नौ यु वाण्ट् टु टेल् ओन्ली 12. विंशाधिकद्वादशवादनं, यु काण्ट् टेल् विंश बिकास् इट् इस् विंशति. सो विंशति अधिकम् अधिक, सोरि, विंशति अधिकद्वादशवादनं. विंशति अधिकद्वादशवादनं, सो इट् बिकम् विंशतिः अधिक द्वादशवादनं. बिकास् वी हेव् नाट् डन् सन्धि, सो ऐ विल् नाट् टेल् यु द विद् द सन्धि. ओके, विंशतिः अधिक, सोरि, विंशति अधिकवादनं. नो, इट् डज़न्ट् बिकम् आ ओवर् देर्, इट् डज़न्ट् बिकम् आ ओवर् देर्. it becomes more like a samasa actually. Sandhi becomes like a samasa. So vimshati, vimshatyadhika, it becomes like that. E and a becomes ya. So vimshatyadhika dvadasha vadanam. So I don't, it will get confusing because it is both samasa sandhi all together. When you do a samasa, if there is an occasion for a sandhi, you have to do the sandhi also. Okay, so vimshatyadhika dvadasha vadanam. Maybe that's why they have given the easy ones over here. I'm giving it more for information. Okay, so for our simplicity, for the sake of simplicity, we'll put it as vimshatihi adhika dvadasha vadanam. Okay, okay, whatever we have learned. Okay, next one, padhatu. Pancha nyunya trivadanam. Panchanyonatrivadanam. Astu. Supposing there are 10 minutes to 3? Dashanyonatrivadanam. Uttam. Agrimam. Now. Chumitam. Just one game. The problem over here is Chamyadam. This I'm not able to play the game. So I will just try to move this. समयः वदतु महोदय इदानीं समयः वदतु अर्जुन महोदय अष्टवादनम् उत्तमम् इदानीं सार्ध अष्टवादनम् इदानीं पाद अष्टवादनम् उत्तमम् इदानीं पादोन नववादनम् पादोन नववादनं धन्यवादः महोदय पादोन अष्टवादनम् राइट पादोन अष्टवादनं क्षम्यतां पादोन अष्टवादनं नाट् नववादनं बिकास् इट् इस् 4 to 8 अस्तु धन्यवादः महोदय उत्तमम् अग्रे जस्ट् मे बि तत्र मीनु भगिनी क्विक्लि ओके जस्ट् वन् मे बि ऐ जस्ट् टेक् भगिनी वदतु मीनु भगिनी समयः वदतु सपाद दशवादनं किमर्थं सपाद किमर्थं सोरि सार्धदशवादनं उत्तमम् उत्तमं धन्यवादाः विजय महोदय वदतु कृपया सपादश दशवादनम् सपाददशवादनम् उत्तमं धन्यवादाः कविता भगिनी वदतु दशवादनम् उत्तमं धन्यवादाः तत्र सीमा भगिनी सीमा भगिनी वदतु. ओहो, जस्ट टेक इट अस. इदानीं वदतु. द्वादशवादनं. एण्ड् इफ् यु वाण्ट् टु टेल् मार्निङ्ग् आर् ईव्निङ्ग्, प्रातःकाल ओर् सायङ्काल. प्रातःकाल द्वादशवादनं. अस्तु, इदानीं कः अस्ति तत्र? विजय थङ्की महोदय. नमस्ते भगिनि. Refusing to move, Mahode. Take it as 30, please. Uttamam. Dhanyavadah. So I am assuming that everybody has got the time and will be able to. Okay. Vijay Mahode, Bhavan Iva Pathatu. This is now going to the plural. This is all that has been covered already. We are just doing revision now. Okay, we'll be doing only revision now because everything that needs to be covered at least at once has been done already. Okay? Pathatu Mahodaya. Ram Yoga A Yoga Aha. Ram Aha. So Ramaha became Ramaha because one Ramaha became many Ramas. Singular and plural. अस्तु, अग्रिमं पठतु. वृक्ष योग आह वृक्षाः. पठतु महोदय. अकारान्तः पुल्लिङ्गः शब्दः. क्रीडा अस्ति परन्तु इदानीं मास्तु क्रीडा बिकास् वी हेव् डन् इट् आल्रेडी. शीत योग आह सीताः. सो सीता बिकम सीत प्लस आ एंड दैट टू मेक इट प्लूरल बिकम सीत प्लस आह सीताः. सिमिलरली नौकः बिकम नौ. पठतु महोदय. नौक योग आह नौकाः. इदानीं धन्यवादः महोदय. तत्र धन्यवादः. कः अस्ति? हा, एकनिमिषम्. अर्जुन महोदय. अर्जुन महोदय. हा महोदय, दृश्यते वा इदानीं? किञ्चित् नेट्वर्क् इश्यूस् अस्ति. अर्जुन महोदय. स्त्रीलिङ्गशब्दः. अकारान्तः स्त्रीलिङ्गशब्दः. बट् दिस् इस् ईकारान्तः. ओके, वी हेव् फिनिश्ड् पठतु महोदय. गाय यः गायत्रयः. ओके, लेट्स् डू इट् लैक् दिस् बिकास् ऐ थिंक इट्स् नाट् देर् इन् दिस् प्रेजेण्टेशन् बट् लेट्स् डू इट् लैक् दिस् गायत्री एण्ड् देन् गाय यः गायत्र्यः. दिस् त्र शुड् हेव् कम् ओवर् हियर्. Gayatri, it's not come over there because there's some problem with the presentation and I cannot change it. So Gayatri yah Gayatriyah. Okay, so Gayatri, that E goes away and this is how it is done. Gayatri yah Gayatriyah. You're adding E instead of E, you're adding yah. Pathatu Mahoday. Gayatri yah Gayatriyah. Gayatriyah. दर्व यः द्रव्यः द्रव्यः द्रव्यः सर्व्यः. ओके, सो इफ देयर इज ओनली वन स्पून और वन सर्विंग स्पून देन व्हाट इज इट महोदय? सर्व. Uh-huh. It is darvi. That's why this you should remember that it is darvi. We did that e karanta, right? In this slide, they have not put it over here. They have put it in the next slide. But this is e karanta. See, darvi. Okay. They have put it here darvi, and then e goes away. Yaha comes. Maybe that is the way to put it once at 1 minute at 1 second at a time. So if you look at this, now it is darvi. Kshamyatam mama doshah. You understood, Mahoday? So darvi, e goes away, yaha comes, and it becomes darvyah, the plural. ईकारान्त स्त्रीलिङ्गः शब्दः. अग्रिमं पठतु. आम् अम् अम् अम् सो नौ दिस् इस् एक्चुलि अ फलम् फलम् फल अम् आनि फलानि फलानि. वाट् इस् दिस् without reading, what is this? Vadanam. Yanam. Yanam. So yanam, because it is neutral, it is ending with am, and so based on the earlier slide, what will this become, Mahoday? Yanam. Earlier slide phalam became phalani, so yanam will become yanani. Yanani. Just telling that am goes away, ani comes. Okay, these are the exceptions. Pathatu mahoday. Patram, patrani. Pushpam, pushpani. Okay, what is the exception over here? Because in the earlier slide we said ani should come. Phalam became phalani. Yanam became yanani. Then over here, why is it patrani? Murdhanyana and not dantya, because ni changes to na when there is a ra over there. There are some rules which we have not yet done, but just remember that when you hear shotrani, then it is because of the ra. Similarly, because of the sha, pushpam becomes pushpani and not pushpani. Okay. पठतु महोदय. अम् अकारान्त नपुंसकलिङ्गशब्दः. उत्तमम्. ओके, नौ दिस् इस् फोर् सर्वनाम और् प्रोनौन्. पठतु महोदय, भवान् एव पठतु. सः, ते, एषः, एते, सा, ताः, एषा, एताः, तत्, तानि, एतत्, एतानि, कः, के, भवान्, भवन्तः, का, काः, भवति, भवत्यः, किं, कानि, अहं, वयम्, अस्ति, सन्ति. ओके, नौ ओवर् हियर् मोस्ट् आफ् द स्लैड्स् आर् नाट् गिविङ्ग् द द्विवचनम्. ओके, सो इट् इस् आक्चुलि सः तौ ते. Dvivachanam will be done separately, but in the interest of speed of learning and for it to become more interesting, it is good to learn all the vachanams together, vachananis together. Now, I was discussing with one of the participants about the book that can be used. I have put a document over there, grammar document with all the cases. To print it and to refer to it will be a little bit difficult. There is one beautiful book by Hegde Mahoday. It is called Subanta Shevadhihi. Subanta Shevadhihi. Subanta is Suk Antaha. All these endings that we are saying, which we use for nouns, the endings are called Suk Antaha. Okay, all these Ikaranta, Akaranta, etc. They are called Suk and that becomes subanta, and shevadhihi is treasure. Even that is not exhaustive, but it is enough for us to it's more than enough for us to digest. It takes time to digest it also. So if you can get that book from your Samskrita Bharati, then you please refer to it. It is very, very useful, because going forward, all the Sakaranta and all will be using different rules. It will become easy and it will become interesting also. Okay? Dhanyavadaha Mahode. Meenu Bhagini. I found one by Dr. Narale on Amazon. Okay, what was the name of the book? Reference book. Okay, that I think will have all the grammar in it, Bhagini. I am talking about only vibhaktis and cases. Yeah, only cases of all endings. Mm-hmm. Okay, so if that has it, if you can share the book names, any book that is good, if you can share it, then that will be very good actually. Share the name of the book. I don't have it yet. Okay. If you, anybody in the group, if we have interesting things to share, like somebody shared the link to that very nice site, Chitrapur Matha. That is also a very nice site to learn. Astu. Laghavi Katha. Bhagini, Vibhakti book is also good, no, Bhagini? Vibhakti book. There is some book. Vibhakti Vallari. Vallari. Vibhakti Vallari. Vibhakti Vallari is good, but it doesn't get, it may not be exhaustive with all the cases. But mm-hmm. Vibhakti Vallari has to be covered. It is a must do. It is a must do. But that Chevadhi is collated, you know, any time you want to refer to it. For example, supposing I tell Manasa, then for anybody who has done Vibhakti, which Vibhakti is Vibhakti? Manasa, it is Tritiya Vibhakti. It is Tritiya Vibhakti. So you can immediately go to the reference, but Vibhakti Vallari is more for exercise rather than a reference. It is a learning book, whereas this is a reference. That is the difference. Oh, Astu. Astu. So this Katha we have already done by student. I don't know how many of you remember. Quickly, if Meenu Bhagini, you can read it. Laghvi Prajna Shishyaha. Prajnyaha Shishyaha. Prajnyaha Shishyaha. Ekam Guru Kulam. Tat Ekaha Guruhu Nivasati Sma. Guruhu Tu Mahapanditaha Abhichataha Cha. Tayasa samite bahu chhatraha agachanti sma. One minute. This is a print which I cannot change. Tasya samite. Tasya. It is tasya. Oh. It is not tayasa. There is no word like this. Tasya. Tasya samite bahu chhatraha agachanti sma. Ekda ekah prajnyah balakah agachati. Should it be, past tense, ekada, ekaha, prajnyaha, balakaha, agachati. Okay. Usually these stories are sometimes in the present tense, no problem. Okay. Sahavadati, he guru, aham pranamami, aham bhavataha, shishyaha, bhavitum ichhami, aham अर्हामि किम् इति गुरुः वदति एका परीक्षा अस्ति उत्तीर्णः भवतु इति गुरुः पृच्छति देवः कुत्र अस्ति वदतु प्राज्ञः शिष्यः प्रतिवदति देवः सर्वत्र अस्ति सः कुत्र नास्ति इति भवान् एव वदतु. So, Dhanyavadaha Bhagini. Vijay Mahode, can you tell me the meaning? of the story. Namaste bhagini. Gurukulam. Tatra eka hai. Naiva. Artham vadatu, mahoday. Artham vadatu. Tell me the meaning. Eka gurukulam means in gurukula. One gurukula. Tatra eka. There was a gurukulam. Or there is a gurukulam in this because they have used present tense, okay? Tatra eka guru nivasiti rama. There. Sma. Tatra is there. One gurukula nivasita. Gurukulam, guru who? So there was, because sma they have used, no? Nivasati sma. So used to live there. Sma, sma usually is added. Just a minute, Mahoday. Sma is usually added with the present tense to make it the past tense. Okay? There one guru lived. Lived. Used to live. Used to live. Guru to. He is a Mahapandita. Yeah, and very famous. Abhikhyataha. Sure. So? Near, there are few, many students come. So used to come to him. Agachanti sma is used to come to him. Tasya samipe means near him over here. We cannot literally translate. So to him, there used to be many students who used to come. Dhanyavadah mahoday. Kavita bhagini agrimam vakyam pathatu kripaya. Once upon a time, one wise student came and said, "Hey Guru, my namaskaras, I prostrate, I'm pranam karati, and aham bhavatah shishya bhavitum ichami. I want to become your shishya. Aham." Arhami kim means do I deserve to do that? Do I deserve? Arhami is used in very different ways. Okay, arhami kim is used to take permission also. So arhami means do I deserve to do that? Can I do that? May I do that? May I become your student? But literally it means do I deserve to become a student? The guru said one examination asti. He will take one examination. Uttirna bhavatu iti. If you pass in that examination. Yeah. So you if you pass over here, then it would have been chet. Bhavati uttirna bhavashyati chet. But here chet is not there. So he is giving him an ashirvad and telling him uttirna bhavatu become. Like how you tell Yashasvi Bhava, right? That way only. Uttirnaha Bhavat. Dhanyavadaha Bhagini. Seema Bhagini. Dhanyavadaha Bhagini. Uttam. Guru asked, where is God? Prajnaha Shishya Pratyatati. The wise student said, God is everywhere. Saha Kutra Nasti. You tell me where there is no God. Yeah. And Prativadati over here is, Vadati says, Prativadati is response or reply. Answer. So, Agrimam, Dhanyavadah. Vijay Dhanki Mahoday. Namaste, Bhagini. Namaste, Bhagini. Namaste. Guruhu santushtah bhavati. Balakah guruvaryasya priyachhatrah bhavati. Artham vadatu mahoday. Now guru satisfied and the shishya became a favorite student. A favorite student of this guru. Dhanyavadah mahoday. धन्यवादः धन्यवादः अर्जुन महोदय पठतु एकं द्वे एकं द्वे पश्यतु किमस्ति मम हस्ते वाट् इस् द मीनिङ्ग् महोदय टेल् मी एकं द्वे एकं द्वे ऐ डोण्ट् नो बट् पश्यतु किमस्ति मम हस्ते टेल् मी वाट् इस् इन् मै हेण्ड्स् या सो एकं द्वे इस् वन् टु वन् वि टीच् द चिल्ड्रन् एकं द्वे पश्यतु किमस्ति मम हस्ते लैक् हौ वि देर् आर् सिक्स् एण्ड् देर् आर् सिक्स् स्टूडेण्ट्स् वि जस्ट् टेक् वन् अट् अ टैम् धन्यवादः महोदय मीनु भगिनि प्लीस् टेल् द मीनिङ्ग् आल्सो Shall I recite, Bhagini, first? No, just read one line, Bhagini. Okay. Ekam dve, pashyatu kimasti mam haste. So, one, two. And Bhagini. What is in my hand that you see? Yeah, but you read the second line, Bhagini, because first line here, Arjun Mahoday has already read, so Patita Vani, Adhavya. Trini Chatwari, Haste Patram Patre Vari. Three, four, three, four. In my hand, vessel. Yeah, there is a vessel, and? Silvari, what is Vari? Water, okay, Vari. So, in my hand is a vessel of water. Is it right? And in the vessel, there is water. Haste Patram, in the hand, there is a vessel. Patre Vari, in the vessel, there is water. Dhanyavada. Dhanyavada. Tatra, Vijay Mahode. विजयकुमार् महोदय नमस्ते भगिनि पञ्च षट् जम्बीररसयोजयति रसं 5656 जम्बीरस इस् जूस् रसम् इस् जूस् एण्ड् जम्बीर महोदय इस् जामून् ओके जामून् जूस् योजयत मीन्स् टु लेट् अस् मेक् लेट् अस् प्रिपेर् लेमन् डजन् कम् टु मै मैण्ड् इमिडियेट्लि What do we call lemon to yeah, lemon is not coming to my mind immediately. As far as I can remember, Jambira is Jamun. I'll get back to you, Bhagini. I cannot remember lemon somehow. Oh, okay. What? Okay, no problem. I'll get back to you. I don't want to give you the incorrect answer. As far as I can remember, Jambira is... but usually you don't make Jamun rasam. You make lemon rasam only. Yeah. I'll get back to you. Yeah. So it is possible that you are right, but I cannot remember, frankly. Yeah, Bhagini, learn Sanskrit says Jambira is lemon. Okay, then Jambira is lemon. What is Jamun, yes. Then I'll have to see. Yes, it is. Okay, I'll get back to you, Annie. I have forgotten. Kshamyatam. Chintam astu, Bhagini, dhanyavada, sir. Dhanyavada. Astu. Kavita, Bhagini. सप्त अष्ट सप्त अष्ट लवणं गुडं च मिश्रयत् 7878 साल्ट् एण्ड् गुड् इस् जागरि मिक्स् ऐ कुड् नाट् हियर् यु ऐ डोण्ट् नो अबौट् दि अदर्स् हा हे मेम् इट् इस् नाट् एबल् टु हियर् भगिनि वेरि वेरि फीबल् 7878 लवणं गूढं च मिश्रयत् मतलब् साल्ट् लेट् अस् मिक्स् साल्ट् एण्ड् शुगर् jaggery, jaggery, gudam. Otherwise it would have been charkara. Agree. Seema Bhagini. Navadasha, navadasha, shanaihi, shanaihi, manthatah. 9-10, 9-10. Manthata. Manthata means mix. Mix, churn. Churn, churn. Shanai, shanai, slowly, slowly. Oh, slowly, slowly, churn it. Churn it. Dhanyavada, Abhini. Vijay Thanki, Mahude. Swadu panakam siddham re, militva vayam pibamare. Artham padatu, Mahude. Literally, it is different, but I would like to say that very good mixture is ready and we will all drink it. Yeah, so literally also it is the same thing. Swadu Panakam Siddham Re, it is ready now, the tasty Panakam juice, and together we will drink it. Dhanyavada. We have finished the 10th one. Now this is very mandatory because it is a part of the syllabus. But I had wanted to complete this. Namaste Priya Bhagini. Astu. Now this is a match the following exercise. Okay. Let us see how it goes. Arjun Mahoday. Okay, so you either choose the left hand side and you match it to the right hand side, any two sentences, but it will be easier to look at the right hand side and then search for the word over here, okay? Okay. If you don't know the meaning, I'll tell you, no problem. Okay, in case I don't know, we'll find out. Like how I've forgotten Jambira. Astu, patatu mahoday. First one. उभयतः वृक्षाः सन्ति वृक्षाः सन्ति वृक्षाः सन्ति गृहं उभयतः नैव ओके यू कैन से उभयतः इज बोथ द साइड्स ओके इट्स नॉट इन फ्रंट पुरतः इज फ्रंट ओके एंड पुरतः टेक्स द सिक्स्थ विभक्ति सो उभयतः वृक्षाः सन्ति गृहं इज नॉट रॉन्ग ओके But when you read the next sentences, you will realize. For example, read the fourth one. Chatram. Fourth one, right hand side. Paritaha udyanam asti. So paritaha is all around. Okay. All around. So if you tell, graham paritaha udyanam asti, it sounds more correct. And margam ubhayataha vrikshaha santi. Is correct. Okay? Okay. So what you said was not wrong, but because there is another one which has a more accurate meaning. Okay. Dhanyavadah Mahoday. Meenu Bhagini. Dvitiyam Vakyam Karotu. Patrikam Kartayati Saha. What is the meaning of kartayati? It's cuts. Cuts. C-U-T-S, cuts. Okay. Kartarya patrikam kartayati saha? Oh yeah, what is the meaning? With the help of knife or is it scissors? Scissors. Kartari is scissors, okay? Yeah. So scissors will cut the magazine. Is it right? No. Scissors will not cut. So we heard how you do it. Patrika. He cuts. Saha. Who cuts? With the scissors. The newspaper with the scissors. Okay. Newspaper with the scissors. So now Kartarya is which Vibhakti, Mahoday? Bhagini? Kartarya will be second vibhakti? No. Kartari will be second vibhakti. Kartarya with instrument तृतीया विभक्ति instrumental is tritiya. So with the scissors, instrumental. And in the earlier one I did not mention that ubhayatah rikshaha santi, there ubhayatah and paritah both take the dvitiya vibhakti, therefore graham and margam. Graham is in any case neutral, so you may not understand, because graham grahe grahani, so graham graham, and margah becomes margam. Okay, has everybody understood that? Patrikam kartarya, why is it kartarya? Because tritiya vibhakti, kartari, if you look at the document which I have shared today, grammar book or any book that you refer to of vibhaktis, and that is cases, you will see that kartarya is the tritiya vibhakti of which one? Kartari. And how will you know that? I'll just give you an example. I think I'll be extending for about 5 or 10 minutes. I hope I have everybody's permission. Just to show you how we can go about it, okay? So, patrikam kartayati saha. So, kartariya. Kartariya, you will have to know that scissors is kartari. You will have to know that it is ikaranta, dirgha ikaranta, striling shabdaha. So, you will go to dirgha ikaranta, ikaranta, striling shabdaha. And ikaranta nadi becomes nadya, kartari becomes kartariya. Okay? If you are referring to this document, otherwise any book that you are referring to, ikaranta tritiya vibhakti. Okay? That is how we need it. Astu dhanyavadaha bhagini. अग्रेकः अस्ति तत्र प्रिया भगिनी. नमस्ते भगिनि. नमस्ते. पठतु तृतीयं तृतीयं वाक्यं पठतु. इट्स लोडिङ्ग् भगिनि. ओ इट्स् नाट् शोयिङ्ग् इस् इट् येट्. यस् भगिनि. यस् अस्तु. सा शयनं कृतवती. सा ग्रन्थाय शयनं कृतवती. इस् दट् मेक् सेन्स् भगिनि? लैक् वित् द बुक् शी स्लीप्स्? नो. ओवर् हियर् यू हेव् टु चूस् द वर्ड्स् विच् आर् देर् एट् द लेफ्ट् हेण्ड् सैड् भगिनि, बिकास् इट् इस् मेच् द फालोविङ्ग्. सो ग्रन्थाय इस् नाट् देर् ओवर् हियर्. No, grantham is dvitiya vibhakti. So with will be saha. Saha takes which vibhakti? Tritiya. Mitrena bhagini. No, over here it is tripta. Mitrena would have been correct if saha was there, but there is no saha over there. Mitrena saha, if you want to tell mitrena, okay, then okay, it saha should be there, correct? Mitrena saha. Saha is not there in our sentence. सा शयनं कृतवती. सा शयनं कृतवती. सा तृप्ता शयनं कृतवती. देट् मीन्स् शी स्लेप्ट् वित् सेटिस्फाक्षन् ओर् शी हेपिलि हेपिलि. अस्तु. सा शयनं कृतवती. तृप्ता तृतीया विभक्ति भगिनि? यस् यस् यस्. तृप्ता इस् तृतीया विभक्ति. तृप्तिः इकारान्तः स्त्रीलिङ्ग् not ikaran, ikarantah I should say, okay? Ikarantah sriling shabda. Astu. Dhanyavadah bhagini. Agrimam tatra ka Vijay mahode, Vijay Kumar mahode. Namaste bhagini. Paritah vijyanam kasti. Tat abhavat, tat vakyam abhavat, chinta nasti. Agrimam karutu. अलं नैव पञ्चमं ओ प्रक्षं फिफ्त् वन् प्रश्नं पृच्छति अध्यापकः. प्रश्नछात्रं पृच्छति अध्यापकः. उत्तमं. सो छात्रं प्रश्नं पृच्छति अध्यापकः. सो दिस् विल् टेक् ही आस्क् अ क्वश्चन् to whom, to, but here it doesn't take fourth vibhakti, okay? It takes second vibhakti itself. Chhatram pricham, prichat adhyapaka. Adhyapaka prichati, kim prichati, prashnam prichati. Kam prichati, chhatram prichati. Astu, agrimam, kavita bhagini. एषः प्रतिदिनं विद्यालयं गच्छति एषः प्रतिदिनं मार्गं विद्यालयं पश्यति मित्रेण विद्यालयं गच्छति नो इफ् यु यूस् मित्रेण देन् सः शुड् बि देर् बिकास् तृतीया विभक्ति अलाङ्ग् वित् सो युर् वाट् इस् द मीनिङ्ग् ही गोस् to school every day now so now you look at the second of the first column and try to see how he might be going to school margam no then it doesn't make meaning right it doesn't make sense right which is the vibhakti over there dvichakrikaya no He goes by, he goes using. Third. It is the third vibhakti. Dvichakrika becomes dvichakrikaya. Okay? I know I have deliberately used this one with all of them together so that you all get the idea of how it has to be done. So, Esha pratidinam vidyalayam gacchati dvichakrikaya. Using her? Esha pratidinam dvichakrikaya vidyalayam gacchati. उत्तमं सीमा भगिनी अग्रिमं करोतु अहम् एकां लेखनी कृतवान् क्रीतवान् सो वाट् इस् द मीनिङ्ग् अहम् एकां लेखनी कृतवान् ऐ वुड् से ग्रन्थं बट् इट्स् नो नो Kreetavan means what? Kreetavan means? No, Kreetavan means what, Bhagini? What is the meaning of Kreetavan? Kreetavan means bought. Okay? Bought. Yakkaishi. Yeah. So, aham ekam lekhani. Dasha rupyakaishi with 10 rupees. With 10 rupees. So, third vibhakti. Again, over here, third vibhakti, but it is kaihi because it is plural. दश रूप्यकैः कैः प्लोरल् अहं दश रूप्यकैः एकां लेखनी कृतवान् क्रीतवान् पठितुं सः ग्रन्थालयं गतवान् मित्रेण पठितुं सः ग्रन्थालयं गतवान् नैव नैव वै विच् सः आर् यू यूसिङ्ग् स एण्ड् ह आर् स एण्ड् विसर्गः सो पठितुं मीन्स् इन् आर्डर् टु रीड् ओके इन् आर्डर् टु रीड् ही वेण्ट् टु द लैब्ररी रीड् वाट् इदानीं वदतु नौ लुक् एट् द लेफ्ट् हेण्ड् हा Now these are things, Now these are words which you may not have heard before, pathitum. But I'm deliberately using these words because when you read small stories and all, you come across these words independently when you read. Introduction to all these before you all start doing it. I think helps. अस्तु धन्यवादः महोदय सो ग्रन्थं पठितुं सः ग्रन्थालयं गतवान् अग्रिमम् अर्जुनमहोदय व्यर्थविवादेन क्षम्यतां मित्रेण व्यर्थविवादेन नैव मित्रेण यूजुली इफ् दि तृतीया विभक्ति सि मित्रेण व्यर्थविवादेन विल् नाट् मेक् एनी सेन्स् ओके बिकास् मित्रेण मीन्स् वित् फ्रेण्ड् एण्ड् वित् फ्रेण्ड् इफ् यु टेल् यु हेव् टु यूस् सः विच् सः नाट् सः स वित् द विसर्गः sa and her, saha, that's saha. Okay, here it is a little bit difficult, so I'll only tell. Vyartha vivadena alam. Alam means enough. Over here, vyartha vivadena is tritiya vibhakti. We have done this, I think. Alam uses tritiya vibhakti. Alam means enough. Now, enough. Don't do anything more like that. Like how they say, you know, this far and no further, like that. Alam. Vyartha vivadena means useless discussion. Enough of useless discussion. So, vyartha vivadena alam. Okay? So, if you want to tell... Even if you want to tell something like stop talking, vadanena alam. Alam. Okay, do the last one, Mohode. Saha apanam gatavan. Now, what is the meaning of the first saha? Saha means with. Which is the meaning of the saha? Second saha? He. What is apanam? Shop, Gatavan is he went. So, he went with Mitrena Saha. Saha Apanam Gatavan. So, I'll put this as a, as an homework for next time. And please do it and you can send it to me on WhatsApp. Astu, because we are exceeding time. Samayah gatah iti. Somebody has put something away. Just a minute, let me see. Namaste. So this, I'll send as homework. You can do it. Mostly, it is Tritiya Vibhakti. Let me give you a hint. Mostly, but you can check. Astu. Arjun Mahodaya, Bhavan Eva Shanti Mantra Havadat. सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः सो इफ् यु वाण्ट् टु रीड् इट् इन् ट्यून् यु केन् से ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् मा कश्चित् दुःखभाग् भवेत् मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः धन्यवादाः सर्वेभ्यः अनेके धन्यवादाः पुनर्मिलामः धन्यवादः भगिनी धन्यवादः